पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 145 श्रीमहादेव उवाच तदो गच्छेः महतीर्थे सङ्गमेश्वरमुत्तमं यत्र हस्तिमदी पुण्या साभ्रमत्या हि सङ्गदा शापं कौडिन्यमुनितः प्राप्य शुष्का भवन्नदी बहिश्चर्येदि नाम्ना वै लोके ख्यातिमुपागता तत्तीर्थं सम्प्रवक्ष्यामि पुण्यं त्रैलोक्यविश्रुतं सर्वपापहरं पुण्यं त्रैलोक्ये चापि विश्रुतं यत्र तीर्थे नरस्नात्वा दृष्ट्वा देवं महेश्वरं मुच्यते सर्वपापेभ्यो रुद्रलोकं प्रगच्छति शृणु देवि प्रवक्ष्यामि यदच्चापस्य कारणं यथैह शुष्करूपा हि जादा शापस्य कारणाद् यत्र साभ्रमदी पुण्या गङ्गा नाम महानदी तत्र हस्तिमदी नाम गङ्गया सह सङ्गदा तत्रारब्धं च मुनिना तपो वै परमं महद एवं बहुगते काले ऋषिणा परमात्मना आराधितो हृषिकेशो नारायणनिरञ्जनः तस्यास्तडे तु देवेशि वर्षाणि च बहून्यपि गतानि च विशेषेण मुनेस्तस्य तु पार्वती कदाचिद्दैवयोगाच्च वर्षाकालः समागतः नदी तत्र तु सम्पूर्णा कालयोगेन सुव्रते तत्कौण्डिन्येन ऋषिणा स्थानं त्यक्तं तदा निशि रात्रौ दुःखं महाजातं हाहेदि तरुणो रुदन् किं कर्तव्यमिति ध्यायन्नधिचिन्तापरोऽभवद आश्रमो हि महादिव्यो ऋषिणैव समायुतः स गतो वारियोगेन हस्तिमत्यां सुरोत्तमे फलानि चैव मूलानि पुस्तकानि बहून्यपि तानि तस्यां गतान्येव वारियोगेन सुन्दरी स कौण्डिन्यो ऋषिश्रेष्ठः शशापतां नदीं किल उदकेन विना त्वं च भविष्यसि कलौ युगे एवं स दत्त्वा वै शापं हस्तिमत्या महेश्वरि गतोऽसौ विप्रप्रवरो विष्णुलोकं सनातनम् अद्यापि वर्तते तीर्थं सङ्गमेश्वरसंज्ञकं यं दृष्ट्वा मुच्यते पापी ब्रह्महत्यादि पादकाद इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे सोमेश्वरतीर्थमहिमा नाम 45 शततमोऽध्यायः ॐ